अस्तु सर्वेभ्यः नमस्कारः. अद्यतनवर्गस्य सुस्वागतम्. अद्यतन विषयः तु अत्र बलाबलचिन्तनं कुत्र भवति इति. बलाबलचिन्तनविषये अहं किं सूत्रं भवति इति आरम्भश्लोकं वदतु महोदय. अनिल् महोदय. आमां महोदय. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौता गिरः पुंसा विमलैः शब्दवारिभिः तमश्चाज्ञानञ्च भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ॐ श्री गणेशाय नमः. ॐ श्री सरस्वत्यै नमः. ॐ श्री गुरुभ्यो नमः. अष्टाध्याय्यां सूत्राणां बलाबलम् एतत् विषये एव गतवर्गे दृष्टवन्तः. एतत् प्रथमं श्लोकमपि किं किं किम् उक्तवान् किं महोदय? अनिल् महोदय किञ्चित् उक्तवान् वा? न महोदय, अहम् उक्तवान् प्रथमद्वे द्वौ श्लोकमेव उक्तम्. आमां चिन्ता मास्तु. अस्तु, इदानीम् अत्र अन्यत्र अन्यत्र लब्ध अवकाशः कुत्र भवति इति, अनन्तरं तुल्यबलविरोधः अस्ति वा. सुपी च इति सूत्रेण अकारस्य दीर्घः आदेशः भवति. ययि सुपी च अङ्गस्य अतः दीर्घः इत्यनेन अत्र वृक्षाभ्यां तृतीयविभक्ति द्विवचनं तृतीयाविभक्ति चतुर्थविभक्ति बहु द्विवचनम् अनन्तरं पञ्चमविभक्ति द्विवचनं सर्वत्र अत्र दीर्घः आदेशः भवति. अनन्तरम् अत्र बहुवचने जल्येत् इत्यनेन अदन्त अङ्गात्, अदन्तम् इत्युक्ते किं कोऽपि वक्तुं शक्यते वा? अदन्तम् इत्युक्ते यत्र एकं पदं स्वीकुर्मः चेत् अत्र वृक्ष राम अन्तिमवर्णः किं सूचयति? अन्तिमवर्णः अच् सूचयति, वर्णः सूचयति खलु. राम राम अकारः श्रूयते खलु. अनन्तरं वृक्ष वृक्ष अकारः श्रूयते. अतः तत्र अत् एव अङ्गस्य अदन्त अङ्गस्य अत् एव अङ्गस्य अदन्त अङ्गस्य. अत्र प्रथमतकारस्य स्थाने तृतीयदकारः दकारः आगत्य कार्यं करोति, जलं चषन्ति. अतः एव अत्येव अङ्गस्य तत् अन्ते स्थितस्य, अन्ते इत्युक्ते अन्तिमवर्णः अकारः एकारः भवति. अतः एव वृक्षे वृक्षेषु इति पदमस्ति. अत्र द्वयोः मध्ये एकत्र प्राप्तिः नास्ति, अतः तत्र तुल्यबलविरोधः अपि नास्ति. अनन्तरम् अत्र वृद्धेचि आदुगुणः इत्यनेन तुल्यबलविरोधः अस्ति वा इत्युक्ते अत्र अस्ति इति तत्र दत्तम्. अनन्तरम् अत्र वृद्धेचि इति कार्यं तु बृहत् नास्ति, आदुगुणः इति कार्यं तु बृहत् अस्ति. अतः तत्र द्वयोः मध्ये अत्र अन्यत्र अन्यत्र लब्ध अवकाशः भवति, अतः तत्र तुल्यबलविरोधः द्वयोः सूत्रयोः तुल्यबलविरोधः अस्ति इति वयं दृष्टवन्तः. अनन्तरम् अत्र विप्रति नास्ति महोदय, तुल्यबलविरोधः नास्ति. नास्ति कुत्र नास्ति? वृद्धिरचि अदगुण तत्र अत्र तुल्यबलविरोधः इत्यस्य सामानार्थी शब्दः विप्रतिषेधः अत्र अत्र अन्यत्र अन्यत्र लब्ध अवकाशः नास्ति इति तत्र दत्तं वृद्धिरेचि आदिगुणः इत्यनेन वृद्धिरेचि इत्यस्य प्राबल्यम् अस्ति अपवादत्वात् अपवादम् इत्युक्ते किं बलम् अस्ति अत्र वृद्धिरेचि एव बलम् अत्र अतः तत्र अन्यत्र लब्ध अवकाशः नास्ति अतः तत्र तुल्यबलविरोधः नास्ति एव क्षम्यताम् अस्तु धन्यवादः इदानीमत्र एतत् चित्रं सूचयति किं किम् अभवत् गतवर्गे अपि वयं दृष्टवन्तः एतत् विषये अनन्तरम् एतत् अपि पूर्वसूत्रात् परसूत्रं बलवत् भवति परसूत्रात् नित्यसूत्रं बलवत् भवति नित्यसूत्रात् अन्तरङ्गसूत्रं बलवत् भवति अन्तरङ्गसूत्रात् अपवादानाम् अत्र बलवत् बलीयः इति यत्र यत्र तत् स्थाने एव अत्र तुल्यबलविरोधः विप्रतिषेधे परं कार्यम् इति अत्र तुल्यबलविरोधः अस्ति विप्रतिषेधे परं कार्यमपि अस्ति द्वयोः सूत्रयोः एकस्मिन् स्थले आगत्य कार्यं करोति चेत् अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति चेत् अत्र विप्रतिषेधे परं कार्यम् इति वयं दृष्टवन्तः अनन्तरं नित्यसूत्रात् अन्तरङ्गसूत्रम् अन्तरङ्गसूत्रात् अपवादसूत्रं बलीयः तत्र विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं न करोति इति दत्तवन्तः किमर्थं चेत् अत्र बलवत् कुत्र भवति इति एव इदानीम् अत्र तुदादिभ्यः शः इति अत्र शः इति शित् अस्ति चित् अस्ति चेत् अत्र पित् अस्ति पित् अस्ति चेत् अत्र गुणकार्यं भवति गुणकार्यं भवति अतः तत्र कार्यं भवति अकारः तुद् इति शब्दः आ एव शकारमध्ये तिष्ठति अतः वर्णमेलनेन तुदति इति भवति परन्तु अत्र षित् अस्ति पित् अस्ति गुणकार्यं भवति अतः तत्र तोद् पुकृतलघुपदस्य च इत्यनेन तोद् इति भवितुम् अर्हति एव परन्तु अत्र तोद् इति अनिष्टरूपं भवति इति गतवर्गे वयं दृष्टवन्तः अनन्तरम् अन्तरङ्गम् कुत्र अन्तरङ्गम् अन्तरङ्गं बहुविधं खलु अत्र एतदेव वयं गतवर्गे स्थापितवन्तः इदानीं दृष्टेम कुत्र अस्ति इदानीम् अन्तरङ्गम् अनिल् महोदय भवान् एव पठतु अन्तरङ्गम् इति आं महोदय अन्तरङ्गम् अन्तरङ्गं बहुविधम् अतः महान् प्रपञ्चः अत्र प्रकारद्वयं प्रदर्शयते अस्मिन् प्रसङ्गे अङ्गम् इत्यनेन न अवयवः न वा यस्मात् प्रत्ययविधिस्तात् तदादि प्रत्ययङ्गं प्रथम अध्यायचतुर्थपादे त्रयोदशसूत्रम् इति रीत्या अङ्गकार्यस्य अङ्गम् अपि तु अत्र अङ्गम् इत्युक्ते निमित्तम् अग्रे पठामि अत्र अहं न अवगतं महोदय किम् यस्मात् अङ्गम् अङ्गम् इत्युक्ते किम् अङ्गम् इत्युक्ते वयं जानीमः पदं यत्र अस्ति टिप् अस्ति षित् अस्ति एतत् मिलित्वा एव पदमिति अस्ति परन्तु अत्र किं दत्तमिति पठतु भवान् एव पठतु प्रथमं पृथक्तया किम् अस्ति एतत् पठतु यस्मात् यस्मात् पञ्चमी पञ्चमी एकवचनं प्रत्ययविधिः प्रथम एकवचनं तदादि प्रथम एकवचनं प्रत्यये सप्तमी एकवचनं अङ्गं प्रथम एकवचनं यस्मात् शब्दात् प्रत्ययः विधीयते तदादि शब्दस्वरूपं तस्मिन् प्रत्यये परे अङ्गम् इति संज्ञा प्राप्नोति अग्रे अपि पठतु अष्टाध्याय्यां पाठितासु संज्ञासु अन्यतमा अङ्गम् इति संज्ञा प्रकृतिसूत्रेण पाठ्यते यस्मात् शब्दात् प्रत्ययस्य विधानं क्रियते तस्य शब्दस्य प्रथमवर्णात् प्रारभ्य प्रत्ययस्य प्रथमवर्ण यावत् परन्तु प्रत्ययस्य प्रथमवर्णविहाय विद्यमानः सम्पूर्ण अंशः तस्य प्रत्ययस्य अङ्गरूपेण स्वीक्रियते इति अस्य सूत्रस्य आशयः। स्मर्तव्यम् अङ्गम् इति संज्ञा नित्यं प्रत्ययस्य भवानेव पठतु इतोपि अत्र उदाहरणं दृढीकरणार्थम् अत्र उदाहरणरूपेण अपि दत्तम् एतदपि पठतु भवानेव पठतु अङ्गसंज्ञायाः कानिचन उदाहरणानि अङ्गसंज्ञायाः कानिचन उदाहरणानि एतानि रामशब्दात् प्रथमा द्विवचनस्य औ इति प्रत्यय कृते रामशब्दस्य प्रथमवर्णः रेफ इत्यस्मात् आरभ्य प्रत्ययस्य प्रथमवर्णः औ इति यावत् परन्तु तं विहाय यत् शब्दस्वरूपं वर्तते तस्य प्रकृतिसूत्रेण अङ्गसंज्ञा भवति अतः अत्र राम इति प्रातिपदिकस्य औ प्रत्ययस्य सन्दर्भेण अङ्गसंज्ञा अपि भवति। इदानीम् अङ्गम् इत्युक्ते अन्यनाम संज्ञा अपि अस्ति नाम किम् अस्ति रामशब्दात् प्रथमद्विवचनस्य औ योजनेन एव रामौ इति भवति परन्तु रामशब्दस्य प्रथमवर्णः रेपः इत्यस्मात् आरभ्य अत्र रेपः रेप अस्ति चेत् अनन्तरम् अत्र करावसानयोर्विसर्जनीयः इत्यनेन विसर्गः आगच्छति अनन्तरमेव रामः इति पदम् आगत्य कार्यं करोतु पूर्णतया औ इति यावत् परन्तु तं विहाय औ इति किम् अस्ति अत्र तु औज समोटुष त्रिताभ्याम्भ्यस् एतत् किम् अस्ति अत्र सर्वनामस्थाने प्रत्ययमस्ति सर्वनामस्थानमस्ति परन्तु औ इति किम् अस्ति अत्र एतत् प्रत्ययम् अस्ति इदानीं प्रत्ययाः कति सन्ति संज्ञाविषये तु सर्वे जानन्ति एव संज्ञाविषये कति प्रत्ययाः सन्ति रामः सुओजस् इति वयं दृष्टवन्तः कति भवन्ति सुओजस् इति तु एकविंशतिः एकविंशतिः इदानीमत्र औ यत् शब्दस्वरूपं वर्तते तस्य प्रकृतसूत्रेण अङ्गसंज्ञा भवति एतत् सुऔजस् रामौ रामः रामौ रामाः रामं रामौ रामान् इति आगच्छति खलु सर्वत्र अत्र प्रकृतसूत्रेण अङ्गसंज्ञा भवति प्रकृतसूत्रेण अत्र प्रथमम् अत्र रामस् भवति अनन्तरं रेपः भवति अनन्तरं विसर्गः भवति प्रकृतसूत्रेण अत्र अङ्गसंज्ञा भवति यस्मात् अत्र पश्यतु यस्मात् शब्दात् प्रत्ययस्य विधानं क्रियते प्रत्ययः अत्र एकविंशतिपर्यन्तम् अस्ति अत्र औ सु औ एतत् स्वीकृत्य तस्य शब्दस्य प्रथमवर्णात् प्रारभ्य रामः इति उक्तं चेत् अत्र प्रत्ययस्य प्रथमवर्णं विद्यमानः सम्पूर्णः अंशः तस्य प्रत्ययस्य अङ्गरूपेण स्वीक्रियते इति अस्य सूत्रस्य आशयः अङ्गमित्युक्ते महोदय अत्र राम औ अत्र राम इति औ प्रत्ययस्य संज्ञा भवति सम्यक् इदानीम् अत्र अङ्गं स्मर्तव्यम् अत्र किं स्मर्तव्यम् अङ्गमिति संज्ञा नित्यं प्रत्ययस्य सन्दर्भे एव भवति खलु प्रत्ययस्य सन्दर्भे एव पूर्णतया अङ्गं भवति इत्युक्ते अङ्गमस्ति अङ्गम् अस्ति इति उच्यते चेत् तस्य प्रत्ययस्य अङ्गमस्ति इति अपि वक्तव्यं तस्य प्रत्ययस्य एकविंशतिः प्रत्ययः अस्ति कस्य प्रत्ययस्य अङ्गं भवति इति वक्तव्यं। यदि प्रत्ययस्य सन्दर्भः न दीयते तर्हि अङ्गसंज्ञा अपि नैव सम्भवति। अङ्गसंज्ञा यस्मात् प्रत्ययविधिः विधानं भवति, विधानं कार्यं भवति, कुत्र भवति? प्रत्ययस्य प्रत्यये अङ्गं भवति। प्रत्यये अत्र यत्र अङ्गसंज्ञा भवति तस्य प्रत्ययस्य अङ्गं भवति इति अपि वक्तव्यम्। औ तु अनन्तरं सु औ जस् यत्र सर्वाणि अत्र प्रत्ययानि किं किम् अस्ति इति अपि वक्तव्यम्। उदाहरणरूपेण रामशब्दात् प्रथमद्विवचनस्य औ इति प्रत्ययकृते रामशब्दस्य प्रथमवर्णः इर् रेपः इत्यस्मात् आरभ्य प्रत्ययस्य प्रथमवर्णः औ इति यावत् यत् शब्दस्वरूपं वर्तते तत् प्रकृतसूत्रेण अङ्गसंज्ञा भवति इति दृष्टवन्तः। अत्र राम इति प्रातिपदिकः अस्ति, औ प्रत्ययस्य सन्दर्भेण अत्र अङ्गसंज्ञा अपि भवति। अत्र अङ्गसंज्ञा भवति चेत् औ योजनेन रामौ इति भवति। अनन्तरं पुनरपि अत्र गायत्री पठतु, अत्र द्वितीयबिन्दुः पठतु। पत् धातोः लकारस्य तिप्रत्यये परे कर्तरि शप् इति शप् विकरणप्रत्ययः विधीयते। अत्र प्रक्रियायां पठयुक्तम् अयुक्तं ति इति स्थिते तिप्रत्ययस्य विधानं पठ् धातोः विषये कृतमस्ति। अतः पठ् इत्यस्य आदिवर्णात् पकारात् आरभ्य तिप्रत्ययस्य प्रथमवर्णं तकारं यावत् परन्तु तकारं विहाय यत् शब्दस्वरूपं वर्तते तस्य सम्पूर्णस्य तिप्रत्ययस्य सन्दर्भेण अङ्गसंज्ञा भवति। इत्युक्ते अत्र तिप्रत्ययस्य अङ्गरूपेण पठ् युक्तम् अ इति अंशः स्वीक्रियते। अत्र प्रतिपादनं कर्तुं शक्यते वा गायत्री महोदय? प्रतिपादयतु, विवरणं करोतु, द्वितीयबिन्दुः किम् अस्ति इति। लकारस्य कर्तरि पठ् इति भूवादयो धातवः इति स्वीकृत्य कर्तरीषप् इति विकरणप्रत्ययम् आगच्छति। अतः पठ् शप् युक्तं ति तिप्त यदा भवती उक्तं तिप्तज्जि सिप्तस्थ इति प्रत्ययस्य ति इति प्रथमैकवचनं स्वीकर्तुं शक्यते। तिप् प्रत्ययस्य विधानं पट् धातोः विषये कृतम् अस्ति। अतः पट् इत्यस्य आदिवर्णात् आरभ्य तिप् प्रत्ययस्य प्रथमवर्णं तकारं यावत् परन्तु यत् शब्दस्वरूपस्य वर्तते तस्य सम्पूर्णस्य तिप् प्रत्ययस्य सन्दर्भेण अङ्गसंज्ञा। तत्र पकारः इत् पकारः हलद्यम् इति सूत्रेण तस्य लोपः जायते, अतः ति इति अवशिष्यते। तत्र प्रत्ययस्य पूर्वं यदस्ति तत् संज्ञा इति संज्ञा तत् अङ्गः इति उच्यते। सम्पूर्णस्य तिप्रत्ययस्य सन्दर्भेण अङ्गसंज्ञा भवति। अत्र इदानीं वयं संज्ञाविषये दृष्टवन्तः सु औजस् इति। इदानीम् अत्र टिप् विषये किम् अस्ति चेत् अत्र ति योजनेन पठति इति आगत्य कार्यं करोति। ति इति अस्ति कर्तरि शप् इत्यनेन अत्र अनुबन्धलोपानन्तरं शप् मध्ये अकार एव तिष्ठति। अत्र इदानीम् अत्र पट् योगः आ एव अत्र पूर्णतया अत्र अंशः स्वीक्रियते। भवती एव अग्रे एव पठतु। सम् उपसर्गपूर्वात् पट् धातोः लङ्लकारस्य प्रक्रियायां सं युक्तं पठ् युक्तम् अयुक्तं त इत्यस्य लङ्लकारः पट् धातोः विधीयते। अतः अत्र पट् इत्यस्य आदिवर्णात् पकारात् आरभ्य लङ्लकारस्य प्रथमवर्णात् यावत् परन्तु तं विहाय विद्यमानस्य शब्दस्वरूपस्य अङ्गसंज्ञा भवति। अनया व्याख्यया लङ् प्रत्ययस्य अङ्गं पठ् युक्तम् अ इति स्वीक्रियते। इत्युक्ते अत्र सम् उपसर्गः अङ्गसंज्ञायां भागं न गृह्यति गृह्णाति। अत एव लुङ् लुङ् लङ् लुङ् क्षव लुङ् लुङ् लङ् लुङ् क्षव इत्यनेन विहितः अङ्गस्य अडागमः टित्वात् आद्यन्तौ टकितौ इत्यनेन पट् धातोः एव आदौ विधीयते, न हि सम् उपसर्गात् पूर्वम्। अत एव सं युक्तं पठ् इत्यस्य लङ्लकारस्य प्रथमपुरुष एकवचनं समपठत् इति भवति। लङ् लङ् विषये यदि सं युक्तं पट् प्लस् आ प्लस् त इति स्वीकर्तुं स्वीकरोति चेत् तत्र सम् इति अन्यसंज्ञायां भागं न गृह्णाति। किमर्थमिति अत्र सूत्रं दत्तं लुङ् लुङ् लङ् इति सूत्रेण सम् उपसर्गं विहाय अडागमः टित्वात् आद्यन्तौ टकितौ इति सूत्रेण सम् विसर्जयति। अतः रेस्ट् आफ् द पोर्शन् ईस् कन्सिडर्ड् रेस्ट् आफ् द पोर्शन् ईस् कन्सिडर्ड् सो इट् ईस् द रूपं विल् बि सम् प्लस् पट् इट् विल् बि नाट् लैक् सम्पठ्यति सम्पठति इट् विल् बि लैक् समपठति। महोदय अत्र अहम् अवगत सम् अत्र अङ्गस्य भागं नास्ति, परन्तु किमर्थं महोदय अत्र तु प्रत्ययस्य पूर्वम् अस्ति, तत् अङ्गस्य भागं किमर्थं नास्ति भागः? किमर्थम् अत्र उपसर्ग सम् उपसर्गपूर्वात् पट् धातुः लङ्लकारस्य प्रक्रियायां संयोगः पट्ययोगः इदानीमत्र आरभ्य यत् पट् इत्यस्य आदिमवर्णात् आरभ्य एव लङ्लकारः अत्र प्रथमवर्णम् इति भवति। अत्र सम् इति उपसर्गं भवति। अत्र इति अत्र लुङ् लङ् दृङ्क्षु अडुदातः इत्यनेन विहितः अङ्गस्य अडागमः भवति अतः तत्र पट् इति अस्ति चेत् पट् धातोः एव अत्र अङ्गम् इति स्वीकरणीयम्। उपसर्गम् इति अङ्गं नास्ति एव, उपसर्गः अङ्गसंज्ञा भागं न गृह्णाति। साधु आल् द उपसर्गस् और् इट् इस् जनरलि वित् आल् द उपसर्गस् और् वित् ओन्लि सम्? इत्र अत्र सम् इति एव उक्तवन्तः उपसर्गः सूत्रं पर्टिक्युलर् सूत्रम् अत्र आद्यन्तौ टकितौ इत्यनेन लुङ् लङ् दृङ्क्षु अडुदातः उदातः अस्ति। उदातः अत्र स्वरितः नास्ति अनुदातः नास्ति, अतः तत्र परस्मैपदिनः अत्र आद्यन्तौ टकितौ इत्यनेन अकारः अडुदातः अस्ति। आद्यन्तौ टकितौ इत्यनेन अत्र पट् इति धातुः अस्ति, तत् स्थाने आगत्य अत्र पट इति अस्ति। अतः एव सम् उपसर्गपूर्वकः अत्र सम् उपसर्गात् पूर्वं धातोः एव अत्र आदौ विधीयते। किं पट् धातोः एव अत्र आद्यन्तौ टकितौ इत्यनेन अकारः भूत्वा सम् उपसर्गात् पूर्वम् अत्र किमपि कार्यं नास्ति एव. अत एव सम् योगः पट्ट इति अस्य लङ्लकारस्य प्रथमपुरुषे एकवचनं समपठत् इति अत्र रूपं भवति. एतत्तु अङ्गस्य अधिकारे अस्ति, अधिकारे अस्ति. अङ्गम् इत्युक्ते अत्र अङ्गसंज्ञाम् अधिकृत्य अष्टाध्यायम् अङ्गस्य इति अधिकारे अस्ति. अङ्गस्य अधिकारं कुत्र भवति चेत् अत्र षष्टम अध्याय अध्यायं पूर्णतया षष्टमाध्याय पूर्णतया अङ्गविषये एव सूचयति. अत्र प्रश्नः अपि उदेति अङ्गं किम् अध्याये एतत् आगत्य कार्यं करोति, फिलिङ्ग् द ब्लाङ्क्स् आन्सर् क्वश्चिन् आन्सर् इत्युक्ते अत्र षष्टम अध्याये एव अङ्गसंज्ञा कार्यं करोति. इदानीमपि अत्र किं भवति, यस्मात् यदा गमः गमात् तद् गुणीभूत भूतः गुणीभूतात् तत् ग्रहणे दृश्यन्ते अनया परिभाषया अयम् इदम् एतत् विषये किमपि नास्ति अत्र त्यजतु. इदानीम् अत्र अङ्गमित्युक्ते किम्, अङ्गमित्युक्ते अङ्गसंज्ञा कानिचय उदाहरणानि वयं स्वीकृतवन्तः. अङ्गमित्युक्ते यत्र नित्यं प्रत्ययस्य सन्दर्भे एव भवति, अतः एव अत्र यस्मात् शब्दात् प्रत्ययः विधिः आदि तद् आदि अङ्गस्य. राम इति शब्दं स्वीकुर्मः चेत् अत्र युर् राम रामः इति पदं कथम् आगच्छति, प्रत्ययं योजनेन एव. अतः तत्र यस्मात् शब्दात् प्रत्ययः विधीयते तत् आदिशब्दस्वरूपं तस्मिन् प्रत्यये परे एव, परे इत्युक्ते रामयोगः विसर्गः रामः. अत्र प्रत्ययं परे एव अङ्गं पूर्णतया यत्र प्रत्ययं योजनेन एव अत्र अङ्गं प्राप्नोति, अनन्तरमपि कार्यं करोति. सन्धिः भवति वा अत्र किं योजन किं कार्यं कृत्वा अत्र योजनं भवति मेलनं भवति, एतत् सर्वम् अङ्गम् इति संज्ञा प्राप्नोति, अनन्तरमेव अग्रिमकार्यं कार्यं भवति इति तत्र दत्तवन्तः. इतोपि अत्र प्रश्नः अस्ति वा, यस्मात् प्रत्ययविधिः तद् आदि प्रत्यये अङ्गम् इति रीत्या अङ्गकार्यम् अङ्गम्, अपि तु अत्र अङ्गम् इति उक्ते निमित्तं, निमित्तं किम् अत्र, निमित्तं किम् अत्र कोऽपि वक्तुं शक्यते वा, निमित्तमत्र प्रत्ययमेव निमित्तं खलु. यस्मात् प्रत्ययविधिः, प्रत्ययविधिः यत्र भवति यस्मात् अङ्गात् प्रत्ययविधिः तद् आदिः प्रत्यय अङ्गम्, प्रत्यये एव अङ्गम्. इदानीमेव दृष्टवन्तः यत्र शब्दात् यस्मात् शब्दात् प्रत्ययः विधीयते, यत् शब्दम् अस्ति अनन्तरं प्रत्ययं भवति आदिः भवति, अनन्तरम् एतत् सर्वम् अत्र मिलित्वा एव अत्र अङ्गकार्यं भवति, अनन्तरमेव संज्ञां भवति अत्र. इदानीमत्र कर्तरी एतत् संज्ञारूपं पठति इति स्वीकुर्मः चेत् अत्र कर्तरी शप् इत्यनेन अकारः अनन्तरं ति इति प्रथमपुरुषे एकवचनविवक्षायां पठति इति भवति, परन्तु सम् इति उपसर्गपूर्वकम् अत्र अस्ति चेत् अत्र सम् इत्यस्य किमपि कार्यं नास्ति एव, अतः तत्र सम् उपसर्गपूर्वकः पट् धातोः अत्र अकारमेलनेन कर्तरिषप् इत्यनेन अकारमेलनेन टिप् इत्यनेन टि योजनेन पठति इति भवन्ति. एतदेव अत्र यस्मात् प्रत्ययविधिः, यस्मात् शब्दात् प्रत्ययविधिः भवति तत् प्रत्ययविधिः पूर्णतया यत्र अभवत् अनन्तरमेव एव अत्र अङ्गं भवति इति वयं दृष्टवन्तः. अस्तु, अन्तलक्ष्मी पठितुं शक्यते वा? पूर्णिमाप्रकाश पठितुं शक्यते वा? पूर्णिमाप्रकाश पठामि भगिनि, पठामि भगिनि. मम आरोग्यं सम्यक् न आसीत् अतः किञ्चित् कालम् अहं कक्षायां न आगतवती. परिभाषेन्दुशेखरग्रन्थे लिख्यते नित्यदप्यन्तरङ्गम् अङ्गः अङ्गं बलीयः अन्तरङ्गे बहिरङ्गस्यासि सिद्धत्वात् नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्. कारणम् अस्ति यत् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्. अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी अतः अर्थः एवं भवति द्वयोः सूत्रयोः समकालप्राप्त्यवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. अत्र नित्यादप्यान्तरङ्गं वर्यः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम् अतः किमपि बा नामकं सूत्रम् प्रति बहिरङ्गं चेत् तेन आ इति अन्तरङ्गसूत्रेण इदं बा सूत्रम् असिद्धं. यद्यपि आ सूत्रं प्रति बा सूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात् इत्यञ्च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् तदपि असिद्धं भवति. अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषा अस्ति असिद्धं बहिरङ्गमन्तरङ्गे परिभाषा 50 नामवगतं भगिनि? आमाम् अस्तु. अत्र पूर्वमेव वयं दृष्टवन्तः पूर्वसूत्रात् परसूत्रं बलवत् भवति, परसूत्रात् नित्यसूत्रं बलवत् भवति, नित्यात् अन्तरङ्गम् अनन्तरम् अपवादम् इति उत्तर उत्तर बलियोः इति वयं दृष्टवन्तः. इदानीम् अत्र नित्यात् अपि अन्तरङ्गं बलियः नित्यसूत्रं वयं दृष्टवन्तः अत्र किमपि एतदेव बलवत् भवति इति. परन्तु अत्र नित्यसूत्रात् अन्तरङ्गसूत्रं बलियः अन्तरङ्गं बहिरङ्गः अन्तरङ्गं बहिरङ्गस्य अन्तरङ्गमस्ति सूत्रं, बहिरङ्गसूत्रमस्ति. परन्तु अन्तरङ्गे सप्तमे एकवचनम् अन्तरङ्गे बहिरङ्गः असिद्धत्वात् असिद्धम् अस्ति नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्. पूर्वसूत्रात् परसूत्रं बलवत् भवति, परसूत्रात् नित्यसूत्रं बलवत् इति दृष्टवन्तः. इदानीं नित्यसूत्रात् अपेक्षया अन्तरङ्गसूत्रं बलवत् इति वयं दृष्टवन्तः अत्र दत्तम्. अत्र इदानीम् अत्र कारणमस्ति यत् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्. अत्र पूर्वं यत्र पूर्वपरनित्य अन्तरङ्ग अपवादानाम् इति उत्तरोत्तरबलियः इति एतत् बलवत् भवति एतत् बलवत् बहिरङ्गशास्त्रम् इत्युक्ते अग्रे आगच्छतु. बहिरङ्गं बहिरङ्गं किम् अस्ति, अन्तरङ्गं किम् अस्ति, एतत् किं किं कार्यं कर्तुं शक्यते, सूत्रं किम् इति अग्रे आगच्छतु. अत्र इदानीं पूर्वसूत्रात् परसूत्रं, परसूत्रात् नित्यसूत्रं, नित्यसूत्रात् अन्तरङ्गसूत्रं बलवत् भवति. इदानीम् अन्तरङ्गसूत्रात् अन्तरङ्गे बहिरङ्ग असिद्धत्वं स्वीकृत्य कार्यं करोति इति दृष्टवन्तः. अर्थः एवं भवति. किमर्थं द्वयोः सूत्रयोः समकालप्राप्त्यर्थम् इदानीमेव दृष्टवन्तः अत्र समकाले यत्र प्राप्तिः अस्ति अत्र असिद्धं भवति वा बलवत् भवति वा इति वयं दृष्टवन्तः गुरुग्रेचि आदगुणः इति सूत्रेण. अनन्तरम् अत्र सुपी च अनन्तरम् अत्र बहुवचनचल्ये एतत् अपि दृष्टवन्तः. इदानीं द्वयोः सूत्रयोः समकालप्राप्तिः अवसरे अस्ति चेत् अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. अन्तरङ्गसूत्रं किं, बहिरङ्गसूत्रं किम्, इदानीं वयं किम् अत्र स्मर्तव्यम्? अन्तरङ्गसूत्रात् बहिरङ्गसूत्रम् असिद्धं भवति इति तावदेव अत्र स्वीकुर्मः. इदानीम् अत्र नित्यात् अपि अन्तरङ्गं बलियोगं नित्यमपि अस्ति, एतत् सूत्रं बलवत् भवति, परन्तु तत् परिभाषया पञ्चाशत् परिभाषया किम् अत्र निश्यसूत्रात् अन्तरङ्गसूत्रं बलियोग इति तत्र दत्तम्. अपि शब्देन परशास्त्रस्य ग्रहणम् अत्र अतः तत्र किमपि वा नामकं बहिरङ्गनामकं सूत्रम् असि अत्र अन्तरङ्गनामकं सूत्रं प्रति बहिरङ्गं चेत् तेन आ इति अन्तरङ्गसूत्रेण इदं वा सूत्रम् असिद्धं. यद्यपि आ सूत्रं प्रति वा सूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात्, अतः एव परसूत्रात् पूर्वसूत्रात् परसूत्रं, परसूत्रात् नित्यसूत्रं, नित्यसूत्रात् अन्तरङ्गसूत्रम्, अन्तरङ्गसूत्रम् यत्र अस्ति तत् बहिरङ्गसूत्रम् असिद्धं भवति इति वयं दृष्टवन्तः. इत्थञ्च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् परशास्त्रं यत् आयाति तत् बहिरङ्गं चेत् तदपि असिद्धं भवति. अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषया अस्ति असिद्धं बहिरङ्गम् अन्तरङ्गेन, असिद्धं बहिरङ्गम् अन्तरङ्गेन, बहिरङ्गम् असिद्धं भवति कुत्र, अन्तरङ्गेन इति परिभाषया अत्र दृढीकरणार्थं प्रकटीकरणार्थम् इतोपि तत्र दत्तवन्तः. इदानीमत्र वदतु, एताः परिभाषाः कुत्र लभ्यते महोदय? परिभाषासूत्रं किमस्ति, परिभाषा परिभाषेन तु शेखरः अस्ति खलु, अहम् इदानीम् अहं पश्यामि अत्र अनियमे नियम इति परिभाषा इति यत् कुत्र लभ्यते अत्र अत्र पश्यतु, सूत्रपाठः, धातुपाठः, शब्दपाठः, उनादिपाठः, अनन्तरम् अत्र इदानीम् अत्र अग्रे आगच्छति परिभाषेन्दु शेखरः. प्रथमाध्याये भवति खलु महोदय, भवति अस्ति केचन परिभाषासूत्राणि लघु अस्ति खलु, अत्र फिफ्टि पश्यतु. अन्वेषणे तु अष्टाध्यायसूत्रः आगतम्. नित्यानित्य नित्यान्तरङ्ग अपवादानुत्तरबलीयः just click on the previous arrow, Maude, there. The left arrow, there. The Atreva, Lahu, Shabdeen, Shekarava. Atre, त्रिंशत् संख्या सूत्रं किम् अस्ति दृश्य महोदय अधो गच्छति चेत् परभाषेन्दुशेखरः अस्ति उपरि उपरि मगिरङ्ग बहिरङ्गम् अन्तरङ्गे इति अस्ति अत्र धन्यवादः महोदय अहं दर्शयामि अत्र पूर्वपरनित्य पर एव लिखतु महोदय पूर्वपर न पूर्वपर पर अस्ति अस्ति अष्टत्रिंशत् पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरोत्तरं बलीयः पूर्वत् पर पूर्वात् परं बलवत् एतत् अन्यग्रन्थः अस्ति एतत् परिभा शेखरः इति अस्ति तेन एव तत्र परिभाषेन्दु शेखरः इति अत्र परिभाषः अत्र अस्ति किं किम् अत्र इतोपि अत्र द्रष्टव्यं चेत् एतत् एतदेव अग्रे अपि आगच्छति एतत् विषये अत्र किम् अस्ति एतदपि क्लिक् कर्तुं शक्यते एव एतदेव आगच्छति अत्र पूर्वपरयोः किं भवति इति अत्र इतोपि दृढीकरणार्थम् अत्र दत्तं पश्यतु समयः अस्ति चेत् पश्यतु इदानीमत्र गोदामल् पठितुं शक्यते वा ततः अग्रे गोदमल् अस्ति वा अनिल् महोदय पठतु अस्तु महोदय ततः अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणम् उच्यते अन्तर्मध्ये बहिरङ्गशास्त्रीयनियमनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तदन्तरङ्गम् एवं तदीयनिमित्तसमुदायात् बहिर्भूताङ्गकं बहिरङ्गम् अन्तरङ्गशब्दे भागद्वयम् अन्तर्योग अङ्गम् अन्तर् इत्युक्ते मध्ये कस्य मध्ये बहिरङ्गशास्त्रीय निमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम् अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम् अत्र अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणं किम् अस्ति इति तत्र दत्तम् अन्तर्मध्ये बहिरङ्गशास्त्र शास्त्रीयनिमित्तसमुदायमध्ये अन्तरङ्गभूतानि अङ्गानि निमित्तानि यस्य तत् अङ्गम् अन्तरङ्गम् इति अन्तरङ्गं किम् अस्ति अत्र अन्तर्मध्ये अत्र एकः समुदायमध्ये शब्दसमुदायमध्ये अन्तरङ्गं किम् अस्ति चेत् अत्र निमित्तानि यत्र अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम् एवं तदीयनिमित्तसमुदायात् बहिर्भूतः अङ्गं बहिरङ्गं बहिभूताङ्गकं बहिरङ्गम्। अत्र अन्तरङ्गं शब्दे भागद्वयमस्ति, अन्तरङ्गम् अन्तर्योगः अङ्गम् अन्तरङ्गम्। अन्तर् इत्युक्ते मध्ये, अन्तरे अन्तरा कृष्णः तिष्ठति इति अत्र अष्टपदिमध्ये अपि वयं दृष्टवन्तः। अन्ते इति आगच्छति। गोपिकायां मध्ये कृष्णः सर्वत्र तिष्ठति, मध्ये अन्तर् इत्युक्ते मध्ये इति अस्ति आगच्छति। अन्तर् इत्युक्ते मध्ये, कस्य मध्ये? बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूतः, यत्र शब्दसमुदायः शब्दसमुदायः अस्ति तत् मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रनिमित्तम्। अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः, यत्र मध्ये नास्ति बहिः अस्ति। एतत् इतोपि दृढीकरणार्थं स्पष्टीकरणार्थम् इतोपि किञ्चित् आगत्य अत्र उक्तमेव, चिन्ता मास्तु। निमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रनिमित्तम्। अत्र गोदामल् पठितुं शक्यते वा? अग्रे पठतु। इत्थञ्च इत्थञ्च अन्तर्भूतनिमित्तकथमन्तरङ्गत्वं निमित्तकत्वं शास्त्रस्य हलो पठतु। बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत् तेषां निमित्तानां समुदायमध्ये अन्तर्भूतत्वं यस्य वर्तते तदनन्तरङ्गं तद् अन्तरङ्गं बहिरङ्गशास्त्रनिमित्तसमुदायस्य अपेक्षया अन्तरङ्गशास्त्रनिमित्तसमुदायः अन्तर्भूतः भवति चेत् अन्तरङ्गत्वं बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत्, तत्र कार्यं बृहत् अस्ति चेत् निमित्तं बहूत् निमित्तम् अत्र बृहत् अस्ति, कार्याणि बहूनि सन्ति चेत् तेषां निमित्तानां समुदायमध्ये अन्तर्भूतत्वं यत्र यस्य वर्तते तत् अन्तरङ्गं तद् अन्तरङ्गम्। अन्तरङ्गम् इत्युक्ते मध्ये, समुदायस्य मध्ये, शब्दसमुदायस्य मध्ये। बहिरङ्गशास्त्रनिमित्तसमुदायस्य अपेक्षया अन्तरङ्गशास्त्रनिमित्तसमुदायः अन्तर्भूतः चेत् अन्तरङ्गम्। यत्र समुदायस्य शब्दसमुदायस्य मध्ये यत्र अन्तरङ्गविषयं भवति एतदेव अन्तरङ्गम्। बहिरङ्गं यत् निमित्तानि बहिः अस्ति एतत् बहिरङ्गम् इति। उपरि उक्तं यत् अन्तरङ्गं बहुविधम्, अत्र प्रकारद्वयं प्रदर्श्यते। अत्र अनिल्महोदय पठतु। न, अनिल्महोदय नास्ति, गायत्री पठतु। आं महोदय। पूर्वोपस्थितिनिमित्तकम् अन्तरङ्गम्। पूर्वोपस्थितनिमित्तकस्याप्य अन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तदप्यन्तरङ्गम्। अस्य बोधनार्थदृष्टान्तो दीयते। सिव् धातुः युक्तं न प्रत्ययः स्योनशब्दः न इति उणादिप्रत्ययः। सर्वे उणादिप्रत्ययाः कृत् प्रत्ययाः। सिव् युक्तं न इत्यवस्थायां त्रयाणां सूत्राणां प्रसक्तिर्भवति। लोपो योर्वळि श्वे शूडनुनासिके च पुगन्तलघुपदस्य च त्रिषु मध्ये तस्य प्राप्तिर्भवति इत्यस्मिन् विषये चिन्तनीयम्। लोपोर्योर्वळि वल् प्रत्याहारे परे पूर्वं विद्यमानयोः वकार यकारयोः लोपो भवति। व च य च व्यौ इतरेतरद्वन्द्वः तयोः व्योः लोपः प्रथमान्तं यो व्योः षष्ट्यन्तं वलि सप्तम्यन्तं त्रिपदमिदं सूत्रम्। सूत्रं स्वयं सम्पूर्णं योः लोपः वलिः। अत्र पश्यतु पूर्व पूर्व उपस्थित तदेव महोदय विप्रतिषेधे काले पूर्वं भवती उक्तवती सप्तम्यन्तं परं प्रथमान्तं कार्यं प्रथमान्तं त्रिपदि त्रिपदिमिदं सूत्रं लैक् दट् वा। अत्र पश्यतु अत्र अपि अत्र अन्तरङ्गं बलवत् भवति वा बहिरङ्गं बलवत् भवति वा इति अत्र पूर्व उपस्थितिनिमित्तिक निमित्तिक अपि निमित्तिक निमित्तिकम् अस्ति अपि अत्र अन्तरङ्गत्वात् अत्र अन्तरङ्गत्वात् इत्युक्ते वत् प्रत्ययं योजनेन अत्र अन्तरङ्गविषये इतोपि दृढीकरणार्थम् अत्र दत्तं। मनुष्ये किम् अस्ति मनुष्यत्वम् अस्ति तादृशम् अत्र अन्तरङ्गे किम् अस्ति अन्तरङ्गत्वं भवति सो नेस् भवति नेस् एन् इ एस् एस् नेस् दृढीकरणार्थं यस्य शास्त्रस्य निमित्त पूर्वमेव उपस्थितं वर्तते तत् अपि अन्तरङ्गं शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं किम् अत्र उदाहरणरूपेण अस्य बोधनार्थं दृष्टान्ते दीयते टिब् इति धातुः अस्ति न इति प्रत्ययः भवति। इदानीं त्योण शब्दः इति आगच्छति अत्र वकारस्य स्थाने यकारः किमर्थम् अत्र न इति उनादिप्रत्ययः उनादिप्रत्ययमत्र पश्यामः चेत् 3-9 अस्ति खलु शिवेष्टर्च्यु च दीर्घ उच्चारणसामर्थ्यान् सामर्थ्यात् न गुणः अत्र गुणः इति न गुणः इति दत्तं बाहुलकात् केवलः नकारः बाहुलकात् अनन्तरं निपातनात् अत्र किञ्चित् पदं स्वयं स्थाप्यते अत्र अतः एव अत्र बाहुलकात् बाहुलकात् अत्र केवलम् अत्र नकारः तिष्ठति अत्र ऊट् अन्तरङ्ग अन्तरङ्गत्वाद्य वाद् यन् प्रत्ययः गुणः स्योणः भवति बाहुलकात् अत्र स्यून इति भवति तिक इकारस्य स्थाने प्रथमम् अत्र गुणः भवति स्योणः इति भवति एतत् अत्र किं दत्तमिति पश्येम स्युनातुः स्यु धातुः न इति प्रत्ययम् अस्ति उनादिप्रत्ययम् अत्र केवलम् अत्र न इति अत्र योजनेन प्रत्ययस्य गुणः भवति इति अत्र इकारस्य स्थाने अत्र वृद्धिः भूत्वा योक ओकार भवति गुणः न इति उनादिप्रत्ययः सर्वे उनादिप्रत्ययः अत्र सर्वे उनादिप्रत्यय कृत् एव कृत्प्रत्ययं योजनेन एव अत्र उनादिप्रत्ययं कार्यं करोति यत् पाणिनिना न कृतम् एतदेव उनादिप्रत्ययः अस्तु इदानीं शिवयोगः न इति अस्ति इति अवस्थायां त्रयाणां सूत्राणां प्रसक्तिः भवति शिव् इति न इति अस्ति अत्र वकारः तिष्ठति लोपो व्योर्वलि इति सूत्रेण अत्र वकार लोपो व्योर्वलि वकारः यकारः वल् प्रत्याहारे परे आगच्छति चेत् अत्र लोपः भवति इति तत्र एतदेव लोपो व्योर्वलि. अत्र वकारस्य स्थाने लोपः भवति. अग्रे पश्येम एतत् विषये. अनन्तरम् अत्र चोः सूडननासिके च इत्यनेन ऊट आगमः भवति. एतदपि अग्रे आगच्छति. अनन्तरं पुगन्तलघुपदस्य च इत्यनेन अत्र स्यूव् इति अस्ति चेत् अत्र इकारः इकारः पुगन्तलघुपदस्य पुगन्तलघुपदस्य अत्र इकारः अस्ति चेत् अत्र एकारः भूत्वा सिव् मध्ये वकारः हलन्त्यम् इति सूत्रेण लोपः न जायते वा? तत् सिव् इति अस्ति, वकारः अस्ति. एतत् लोपो व्योर्वलि इति सूत्रेण वकारस्य लोपः भवति. अत्र पश्यामि एतत् आगच्छति. अतरेव पाणिनिना सूत्रं किमपि अत्र व्यर्थं न भवित व्यर्थं न भवति. आम्, अतः अत्र लोपो व्योर्वलि इत्यनेन वकारः लोपः भवति. एतत् पदं धातु स्युः अस्ति, अनन्तरं नकारः अस्ति. नकारः तु कृत् अस्ति, उनादिमध्ये आगच्छति. अनन्तरं चोः सूडनु नासिके इत्यनेन चकारः अनन्तरं वकारः अस्ति चेत् अत्र ऊट आगमः भवति. पुगन्तलघुपदस्य च अपि कार्यं करोति, गुणः भवति इति तत्र दत्तम्. इदानीं लोपोर्व्योगलि इति जनरलि इफ् वि डू एनी धातुरूपसिद्धि देन् अनुबन्धलोप करणीयमेव. तत् इत्संज्ञकः अनुबन्धलोपं सर्वत्र न करणीयम्. ओ, न करणीयम्. अत्र किमस्ति अत्र मया पूर्वमेव सूचितवन्तः. क्वचित् प्रवृत्तिः, क्वचित् अप्रवृत्तिः, क्वचित् अविभाषा, क्वचित् अन्यदेव बहिः. अतः अत्र क्वचित् प्रवृत्तिः, किञ्चित् स्थाने प्रवृत्तिः भवति, किञ्चित् स्थाने अप्रवृत्तिः भवति, किञ्चित् स्थाने विभाषा भवति, किञ्चित् स्थाने अन्यदेव कार्यं करोति. अतः कुत्रापि अत्र कार्यम् अनुबन्धलोपानन्तरम् एतत् न करणीयं करणीयं वा, एतत् एतत् कारिका अस्ति. कारिका इत्युक्ते अत्र श्लोकम् इति मन्ये कारिका. अत्र क्वचित् प्रवृत्तिः, क्वचित् अप्रवृत्तिः, क्वचित् विभाषा, अनन्तरं अन्यदेव. एतत् सूचयति कुत्र भवति कुत्र भवतु. इदानीम् अत्र लोपो व्योगलि इति स्वीकुर्मः चेत् वल् प्रत्याहारे पूर्वे विद्यमानस्य वकार यकारयोः लोपः भवति इति तत्र दत्तम्. एतदेव लोपो व्योगलि. अत्र अन्तलक्ष्मी अस्ति वा? अन्तलक्ष्मी अस्मि. पूर्णिमा पूर्णिमाप्रकाश शक्यते वा? शक्यते. चोः शूडनुनासिके च तुक् सहित चकारस्य स्थाने चकारादेशः, अपि च वकारस्य स्थाने ऊट् आदेशे आदेशो भवति. अनुनासिकादिप्रत्यये परे कीपरे क्वीपरे जलादिप्रत्यये च परे च च तयोरि इतरेतरद्वन्द्वः चोः चौ तयोः चोः च च ऊट तयोः समाहारद्वन्द्वः चूड् जलां जशोन्ते इत्यनेन ढकारस्य स्थाने ढकारः षष्ट्यन्तं षूड् प्रत्ययान्तं प्रथमान्तम् अनुनासिके सप्तम्यन्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् किनीति किनीति षष्ठमाध्याये चतुर्थपादे सारि तृतीयाध्याये चतुर्थपादे पञ्चादशसूत्रम् इत्यस्मात् क्विज्झलोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसंहिता अनुवृत्तिसहितसूत्रं चोः अङ्गस्य चूर् क्विज्झलोः अनुनासिके च अत्र इतोपर्यन्तं लोपो वियर्बुलिसूत्रं दृष्टवन्तः इदानीं चोः सूडननासिके च इति तुक् स्थगित तुक् इत्युक्ते अत्र सकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति उकारः उच्चारणार्थं सकार एव तिष्ठति अत्र तुक् स्थगित चकारस्य स्थाने अत्र चकारः आदेशः भवति चकारस्य स्थाने चकार आदेशः अनन्तरं वकारस्य स्थाने ऊट् आदेशः भवति इदानीम् अत्र अनुनासिकस्य किञ्चलोः किति इति इत्यनेन अनुवृत्तिः भवति अत्र गुणनिषेधकार्यं भवति अङ्गस्य इत्यस्य अधिकारः किमर्थं चेत् षष्टम अध्याये भवति अनुनासिकसहितसूत्रं त्वोः अङ्गस्य सूत् सूत् एव अस्ति अनन्तरं जलां जषन्ते इत्यनेन एव अत्र डकारः आगच्छति इति वयं सर्वं जानीमः इदानीम् अत्र सोः सूदननासिके च एतदपि कार्यं कर्तुं शक्यते अत्र वकारस्य स्थाने ट्यूब् इति अस्ति अत्र वकारस्य स्थाने ऊट् आगमः भवति ऊट् तिवु इति अपि भवितुम् अर्हति इदानीं दृष्टान्तः सुक् स्थगित चकारस्य स्थाने चकारः पाप्रच् इति स्वीकुर्मः चेत् अत्र मी उत्तमपुच्छे एकवचनम् इदानीम् अत्र सोः सूदननासिके च इत्यनेन पा प्रश्मि इति भवति चकारस्य स्थाने शकारः भवति केन सूत्रेण त्वोः सूडाननासिके च इति सूत्रेण अनन्तरं पुहर्तलघुपदस्य च एतत् अग्रिमे वर्गे वयं द्रष्टुं शक्यते अत्र कोऽपि अन्तिमश्लोकं वक्तुं शक्यते वा ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ओम् अस्तु सर्वेभ्यः नमस्कारः धन्यवादः शुभदिनं प्रश्नः अस्ति चेत् अत्र नोट् करोतु टिप्पणी करोतु अग्रिमवर्गे एतत् विषये प्रश्नः अस्ति चेत् द्रष्टुं शक्यते एव धन्यवादः नमस्कारः धन्यवादः।